ॐ येन धौतागिरपुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः अस्मद्गुरुचरणारविन्दाभ्यां नमः धन्यवादः भगिनि. सर्वेभ्यो नमः. सर्वेषां स्वागतम् अस्मिन् वर्गे. अस्माकं प्रवर्तमानः विषयः अस्ति तत्र कर्मणि भावप्रयोगः. किन्तु एतावत् तस्मिन् विषये तत्र वयं कर्मणि भावप्रयोगः तत्र लट्लकारे लोट्लकारे लङ्लकारे सर्वं कृतवन्तः. अग्रे इदानीम् अस्ति तत्र विधिलिङ्ग्लकारः अपि. किन्तु मम चिन्तनं किञ्चित् अहं चिन्तितवान् तत्र प्रायशः अन्यत् किमपि कृत्वा पुनः तत्र आगच्छामः तत्र नाम विधिलिङ्ग्लकारस्य इति. अतः तत्र इदानीं किं कुर्मः तत्र विधिलिङ्ग्लकारः त्यक्त्वा लिङ्ग्लकारः पेज् 140 गतवर्गे पेज् 145 पर्यन्तं कृतवन्तः. इदानीं तत्र 146 तत्र विधिलिङ्ग्लकारः अस्ति. तद् अग्रे कुर्मः तत्र एतेन किं भवति तत्र कर्मणि भावप्रयोगस्य तत्र विस्तररूपेण दत्तमस्ति. किन्तु यदि किञ्चित् अवधिः दत्त्वा पुनः आगच्छामश्चेत् तत्र तेन लाभः भवति इति चिन्तनम्. अतः तत्र अग्रे सरामः. तत्र तव्यत् अनियर् प्रत्ययौ इति विषयः तत्र पुटसङ्ख्या अस्ति तत्र 150. अतः 50-100 पुटे तत्र आरम्भं कुर्मः. तर्हि शुभदा भगिनी नमस्कारः. नमस्कारः महोदय. नमस्कारः भगिनी. अतः तत्र पेज् 150 न ततः आरम्भं कुर्मः. 150 हा अस्तु. तर्हि तत्र नरेश् महोदय आरम्भं करोति वा महोदय? आं महोदय. लोकहितं मम करणीयम् एतद् गीतम् उच्चैः गायत मनसा सततं स्मरणीयम् वचसा सततं वदनीयं लोकहितं मम करणीयं लोकहितं मम करणीयम् न भोगभवने रमणीयं न च सुखशयने शयनीयम् अहर्निशं जागरणीयं लोकहितं मम करणीयम् मनसा सततं स्मरणीयम् न जातु दुःखं गणनीयम् न च निजसौख्यं मननीयम् कार्यक्षेत्रे त्वरणीयम् लोकहितं मम करणीयम् मनसा सततं स्मरणीयम् दुःखसागरे तरणीयम् कष्टपर्वते चरणीयम् विपत्तिविपिने भ्रमणीयम् लोकहितं मम करणीयम् मनसा सततं स्मरणीयम् गहनारण्ये धनाधकाये बन्धुजना ये स्थिता गह्वरे तत्र मया सञ्चरणीयम् लोकहितं मम करणीयं मनसा सततं स्मरणीयम्. धन्यवादः महोदय. अतः तत्र तव्यत् अनियर् प्रत्ययौ इति नूतनविषयः. तत्र मनसा सततं स्मरणीयं प्रायशः सर्वे तत्र एषः विषयः तत्र परिचितः विषयः इति मन्ये सर्वेषां कृते. किन्तु तत्र अभ्यासः भवेत् एव. अतः तत्र मनसा सततं स्मरणीयम् इति तत्र अस्ति. तत्र रूपं कथम् अस्ति इति प्रथमतया किञ्चित् पश्यामः. तदनन्तरं तस्य अर्थः कः इति पश्यामः. तदनन्तरं प्रयोगः कथं भवति इति अपि पश्यामः. तर्हि तत्र प्रथमतया रूपाणि तत्र कथं भवन्ति इति तत्र हर्षदा भगिनी अग्रिमे पुटे अवधेयम् इति अस्ति, हा तत् पठति वा भगिनि? आमाम्, अवधेयम्। एतानि रूपाणि सावधानतया अवलोकयत। वदनीयं, वद् अधिकम् अनीयम् अनियर्। गणनीयं, गण अधिक अनियम् अनियर्। मननीयं, मन अधिक अनियम् अनियर्। आवरणे लिखितः अनियर् इत्येषः कश्चन प्रत्ययः। एषः प्रत्ययः धातोः अन्ते योज्यते, यथा पठ अधिक अनियर् पठनीयम्। अत्र पठ इति धातुः अनियर् इति प्रत्ययः। अग्रे पठामि वा? किञ्चित् वदतु भगिनि, यत् पठितवती तस्मिन् विषये अल्पाप्ते नाम किम् अस्ति तत्र वदनीयम् इति पदे किं किम् अस्ति इति किञ्चित् वदतु। वदनीयम् इति पदे वद् इति धातुः अस्ति, अनन्तरम् अनियर् प्रत्ययः अस्ति। अनियर् प्रत्ययस्य लौकिकरूपं नियम् इति भव नियम् नियः निया निया इति त्रिषु लिङ्गेषु भवति। हा समीचीनं, नाम वदनी तत्र धातुः योगः अनियर् प्रत्ययेन तत्र यत् पदं भवति तद् नामपदं वा क्रियापदं वा? नामपदम्। नामपदं भवति, समीचीनं। हा नामपदं भवति, अतः तत्र त्रिषु लिङ्गेषु तत्र पुल्लिङ्गरूपं वा स्त्रीलिङ्गरूपं वा नपुंसकलिङ्गरूपं भवति। तत्र वदनीयम् इति तत्र त्रिषु लिङ्गेषु रूपाणि कानि इति वदति? वदनीयं वदनीयं त्रिषु लिङ्गेषु वदनीयः वदनीया वदनीयम् इति भवति, समीचीनं। हा इति समीचीनं। हा अतः तत्र धातुयोगः अनियर् इत्यनेन नामपदं जायते, एषः तत्र एतत् नामपदं विशेषणं भवति हा इति वार्ता अस्ति। अपि तत्र किमर्थं तत्र अनियर् इदानीम् आगच्छति इत्युक्ते तत्र अनियर् अपि तव्यत् इति प्रत्ययः साधारणतया कर्मणि रूपेण एव तस्य प्रयोगः भवति, अतः कर्मणि भावप्रयोगः कृत्वा तत्र तव्यत् अनियर् इति प्रत्यय तयोः तत्र पाठः अस्ति। अस्तु, अतः तत्र रूपं सरलमेव अस्ति, एकवारं रूपस्य ज्ञानं प्राप्नुमः तदनन्तरं तस्य अर्थः अपि प्रयोगः पश्यामः। अस्तु, तत्र तर्हि तत्र भगिनी तत्र अग्रे अपि किञ्चित् पठतु तर्हि तत्र। आम् आं पठामि, रूपाणि रूपाणि पठामि वा? अस्तु अस्तु, प्रायः अनियर् प्रत्ययान्तं रूपं कर्मणि प्रयोगे भावे प्रयोगे च उपयुज्यते। धातुः अनियर् प्रत्ययान्तं रूपं, क्रीड् क्रीडनीयं, खाद् खादनीयं, खेल् खेलनीयं, क्रु करणीयं, चल् चलनीयं, गम् गमनीयं, श्रु श्रवणीयं, स्मृ स्मरणीयं, तृ तरणीयं, भ्रम भ्रमणीयं, रम रमणीयं, सह सहनीयं, मुद मोदनीयं, शुभ शोभनीयं, युद्ध योधनीयं, इक्ष इक्षणीयं, वृत वर्तनीयं, शी शयनीयं, यत यतनीयं, लोक लोकनीयं। हा इति अस्ति, समीचीनम्। अतः तत्र रूपाणि एतानि भवन्ति। इदानीं तत्र प्रथमतया तत्र अनियर् इति प्रत्ययस्य अभ्यासः भवेत्, तदनन्तरं तत्र तव्यत् इति कुर्मः। तत्र तर्हि तत्र मनसा सततं स्मरणीयम् इति वाक्यं स्वीकुर्मः, अथवा तत्र लोकहितं मम करणीयम् इति अस्ति। अस्तु, तत्र मनसा सततं स्मरणीयम् इति स्वीकुर्मः। तत्र मनसा सततं स्मरणीयम् इति वाक्यम् अस्ति, हर्षदभगिनी तत्र अस्मिन् वाक्ये तत्र साक्षात् क्रियापदं किम् अस्ति? स्मृधातु, स्मरति इत्यस्य अनियरूप अस्ति। सत्यं, किन्तु स्मरणीयं तु नामपदम् अस्ति। यदि मनसा सततं स्मरणीयम् वाक्यं किमपि वाक्यं किमपि कुर्मः तत्र तर्हि तत्र तत्र किम् अस्धातोः अस्धातोः रूपं वा भूधातो धातोः रूपं चलति तत्र न समीचीनं हा मनसा सततं स्मरणीयम् अस्ति अस्ति अस्ति हा अस्तु अतः तत्र किमपि स्थापयतु तत्र किं मनसा सततं स्मरणीयम् अस्ति इति मनसा सततं स्मरणीयम् अस्ति लोकहितं मम करणीयं लोकहितं मम करणीयं तत् तदस्ति किन्तु मनसा सततं स्मरणीयं तत्र लोकहितम् इति एव स्वीकुर्मः तर्हि लोकहितं मनसा सततं स्मरणीयम् इति वदति वा तत् भवति वा अथवा अन्यत् किमपि स्थापयतु तदपि समीचीनमेव भवति इति मन्ये किमपि तत् मनसा सततं स्मरणीयम् अस्ति इति किमपि स्थापयतु वाक्ये मनसा सततं स्मरणीयं संस्कृत अस्ति संस्कृतं मम पठनीयम् इति अस्तु संस्कृतं मनसा सततं स्मरणीयम् अस्ति इति स्वीकुर्मः समीचीनं संस्कृतं मनसा सततं स्मरणीयम् अस्ति इदानीम् अस्ति इति साक्षात् क्रियापदम् अत्र कर्तृपदं किम् अस्ति मनसा तृतीयान्त न कर्तृपदं किम् अस्ति मनसा इति वा समीचीनं वा महोदय मनसा तृतीयान्त अस्ति कर्मणि प्रयोग अस्ति कर्मणि प्रयोग समीचीनम् अतः मनसा एव समीचीनं मनसा इति तृतीयान्त कर्तृपदं समीचीनं मनसा इति अस्ति स्मरणीयम् इति अस्ति अपि तत्र कर्मणि रूपम् इव अत्र एव दृश्यते तत्र साक्षात् नाम तत्र लकारः नास्ति खलु लकाररूपेण तत्र भूयते इति तादृशक्रियापदं नास्ति कर्मणि प्रयोगः साक्षात् कर्मणि प्रयोगः नास्ति किन्तु कर्मणि अर्थे अस्ति खलु मनसा इति अस्ति तृतीया कर्तृपदम् अस्ति किन्तु अस्ति इति धातु साक्षात् क्रियापदम् अस्ति न तु भूयते इति तत्र कर्मणि रूपक्रियापदं नास्ति तत्र अस्तु समीचीनं मनसा इति कर्तृपदम् इदानीं तत्र अस्ति किम् अस्ति स्मरणीयमस्ति किं स्मरणीयमस्ति संस्कृतं स्मरणीयम् अस्ति हा संस्कृतं स्मरणीयं वयम् अध्याहारः कृतवन्तः खलु वयं तत्र स्थापितवन्तः संस्कृतं स्थापितवन्तः किन्तु इदानीं तत्र संस्कृतमपि अस्ति स्मरणीयमपि अस्ति तत्र विशेष्यं किं विशेषणं किम् भवत्याः इच्छा तत्र किन्तु भवती यदि चिन्तयति अस्तु संस्कृतं मया स्मरणीयम् अथवा मनसा स्मरणीयम् इति चिन्तयति चेत् कीदृशं संस्कृतम् इति प्रश्नः भवति वा सततं संस्कृतं स्मरणीयं सततं तद् विशेषणं नास्ति तद् विशेषणं नास्ति अभिरूपेण चिन्तयितुं शक्नुमः स्मरणीयम् इति एव विशेषणं खलु अतः तत्र संस्कृतम् अस्ति संस्कृतं कीदृशम् अस्ति स्मरणीयं संस्कृतम् स्मरणीयं संस्कृतम् अस्ति मनसा स्मरणीयं संस्कृतम् अस्ति मनसा सततं स्मरणीयं संस्कृतम् अस्ति इति वाक्यं भवति खलु आम् आं महोदय इदानीं ज्ञातवती अतः तत्र स्मरणीयम् इति विशेषणं भवति खलु संस्कृतम् इति पदस्य विशेषणं संस्कृतं कीदृशं स्मरणीयम् अस्ति सततं स्मरणीयम् अस्ति इति तादृशं भवति अतः तत्र इदानीं तत्र यदि तत्र अग्रे पश्यामः तत्र यत् गीतम् अस्ति तत्र अन्य कोऽपि तत्र शुभदा भगिनी अग्रे तत्र यत् यत्र तत्र गीतमस्ति किमपि वाक्यं तत्र स्वीकृत्य किञ्चित् स्थापयित्वा एकं वाक्यं रचयतु भगिनि तत्र अथवा यद् वाक्यमस्ति तद् तदेव उपयुज्य किञ्चित् वदतु तत्र अग्रिमं वाक्यमेव स्वीकरोतु स्वीकरोतु वचसा सततं वदनीयम् अत्र वद् इति धातुः तस्य अनियर् प्रत्ययः वदनीयम् इति तस्य नामरूपं भवति वचसा इति कर्तृपदं तृतीया विभक्तेः भवति विभक्त्यां भवति वचसा सततं वदनीयम् अधुना एकं वाक्यं रचयामि शुभवचनं वचसा सततं वदनीयम् समीचीनं तर्हि शुभवचनम् इति नामपदं तस्य वदनीयम् इति विशेषणं क्रियापदम् अस्ति क्रियापदम् अतः तत्र वचसा सततं वदनीयं शुभवचनम् अस्ति अपि तत्र यदि तत्र वचसा इति अस्ति अथवा वचसा नास्ति चेत् अस्माभिः इति अपि तत्र स्थापितुं शक्नुमः खलु अस्माभिः सततं वदनीयं शुभवचनं शुभवचनम् अस्माभिः सततं वदनीयम् अस्ति इति अपि प्रयोगः भवति अतः तत्र वाक्यस्य शैली कीदृशी इति चिन्तनं समीचीनं भगिनि अस्तु अग्रे तत्र अग्रे तत्र प्रथमे वाक्ये अपि एकं वाक्यं चिन्तितवती वदतु भगिनि सैनिकानां बलिदानं मनसा सततं स्मरणीयं नागरिकैः इति वयं शक्यते सत्यं सत्यं वयमत्र स्मः तत्र किन्तु रक्षणम् अन्ये कुर्वन्ति खलु समीचीनं भगिनि तत् समीचीनमस्ति धन्यवादः अस्तु अग्रे वेदा भगिनि किमपि वाक्यं स्वीकृत्य किञ्चित् वदति वा दुःखसागरे तरणीयं तत्र दुःखसागरे सप्तमी विभक्ति दुःखसागरे तरणीयम् अस्ति किं दुःखसागरे तरणीयं दुःखसागरे समीचीनं भगिनि अत्र प्रायशः तत्र विशेषणम् इति किमपि प्रायशः न भवति अस्तु किन्तु तत्र कर्तृपदं किमपि स्थापयतु यतोहि तरणीयं भवति अस्ति दुःखसागरे तरणीयम् अस्ति हा किन्तु कर्तृपदं तृतीयाविभक्त्यन्तं किमपि स्थापयतु कर्तृपदं वा मनुष्यः दुःखसागरे तरणीयम् अस्ति हा किन्तु तत्र कर्मणि प्रयोगः कर्मणि कर्मणि रूपं कर्मणि इव मनुष्येन दुःख तरणीयम् अस्ति हा करणीयम् अस्ति करणीयं भवति समीचीनं समीचीनं तत्र तत्र एतस्य प्रयोगस्य अनियर् प्रयोगस्य अथवा तव्यत् प्रयोगस्य लघु लघु सरलवाक्यमस्ति मया करणीयं खलु मया कर्तव्यं हा मया करणीयमस्ति एतस्य हा तादृशं तादृशं नाम यत् मया करणीयं मया कर्तव्यम् इति यदि तद् मनसि स्थापितं भवति चेत् तत्र तव्यतनीय तस्य प्रयोगः कथं भवति इति सुलभेन परन्तु तत्र अस्ति अस्ति इति साधारणतया न वदामः साधारणतया न वदामः सत्यं मया करणीयं कार्यम् एतत् कार्यं मया करणीयं कार्यं तत्र कार्यस्य विषये यदि वाक्यं वक्तुम् इच्छामः एतादृशम् एतत् कार्यं कीदृशम् इत्युक्ते एतत् कार्यं मया करणीयं कार्यं किन्तु यदि अहं वक्तुम् इच्छामि मम पार्श्वे समयः नास्ति तदा किं भवति मया कार्यं करणीयम् अस्ति तत्र मम इति विषये भवति खलु मया करणीयं नाम अहमेव तत्र कार्यं करोमि अन्य कोऽपि न करोति अतः तत्र मया करणीयं कार्यम् अस्ति तत्र तत्र महत्वं मया इति पदे अस्ति किन्तु मया कार्यं करणीयं बहवः कार्यं करणीयम् इति वदति महोदय मया बहवः कार्यं करणीयं सन्ति इति कार्यं न कार्याणि हा इदानीं समीचीनम् तत्र एतद् वाक्यं स्वीकुर्मः मया इदानीम् अनेकानि अनेकानि इति स्वीकुर्मः अनेकानि कार्याणि करणीयं सन्ति सर्वं समीचीनं किन्तु करणीयम् इति किमर्थं नपुंसकलिङ्गे कर्ता किम् अस्ति तत्र अहं न न कर्ता इति विषयः नास्ति कार्यं करणीयं भवति कार्यं करणीयं भवति पाठः तत्र पठनीयम् इति स्वीकुर्मः तत्र पाठः पठनीयः गीतं गीतं पठनीयं तत्र विशेषणं भवति इदानीं कार्याणि कार्यं करणीयं मया कार्यं करणीयम् इदानीं कार्याणि सन्ति चेत् किं भवति मया कार्याणि करणीयम् एव भवति न करणीयम् इति विशेषणमस्ति आम् पाठः पठनीयः कार्यं करणीयम् अस्ति चेत् पाठः पठनीयः पाठाः किं भवति पाठाः बहुवचने अस्ति चेत् पठनीयाः इति भवति पाठाः पठनीयाः पाठः पठनीयः पाठौ पठनीयौ पाठाः पठनीयाः इदानीं कार्याणि अनेकानि कार्याणि मया किं भवति करणीयं अथवा अन्यत् पठनीयं इदानीं भवत्याः वाक्यं तत्र मया अनेकानि कार्याणि तत्र करणीयं वा न बहुवचनरूपं पठनीयं करणीयानि करणीयानि समीचीनं कार्यमिति करणीयानि समीचीनम् इदानीं पूर्णवाक्यं वदतु मया मया बहवः अनेकानि कार्याणि करणीयानि बहवः इति समीचीनम् अस्ति बहूनि इति तत्र बहूनि बहूनि कार्याणि करणीयानि मया इति मया बहूनि कार्याणि करणीयानि सन्ति समीचीनं भगिनि अस्तु इदानीं तत्र दुःखसागरे तरणीयं तत्र यथा भवती उक्तवती तत्र भवता अथवा तत्र मनुष्येण इति समीचीनं मनुष्येण दुःखसागरे तरणीयम् इति समीचीनं तदपि समीचीनम् अस्तु अग्रे शोभा भगिनी नमस्कारः नमस्ते महोदय नमस्कारः भगिनी भवती अपि तत्र किमपि वाक्यं स्वीकृत्य वाक्यं किञ्चित् वदति वा तत्र हा अस्तु तत्र कार्यक्षेत्रे त्वरणीयम् इति अस्ति त्वरा इत्युक्ते शीघ्रम् इति शीघ्रतया किमपि करणीयम् इति तर्हि तत्र त्वरणीयम् इत्युक्ते शीघ्रता भवेत् इति कार्यक्षेत्रे समीचीनं अस्माभिः कार्यक्षेत्रे त्वरणी अस्माभिः कार्यक्षेत्रे एव तत्र कार्यक्षेत्रे त्वरणीयम् इति एव भवति एव भवति इति एव भवति कार्यक्षेत्रे तत्र हा अस्माभिः कार्यक्षेत्रे कार्य किं तत्र कार्यमपि नपुंसकलिङ्गे एव कार्याणि त्वरणीयानि इति भवति खलु महोदय यदि तत्र कार्याणि इति स्वीकुर्मः तत्र त्वरणीयानि इति भवति हा तत्र यत्र किमपि न दत्तं यत्र किमपि न दत्तं नाम तत्र किं त्वरणीयम् इति न दत्तं नाम तत्र कार्यं किमपि पदं यत्र न दत्तं तत्र अस्माकं डिफाल्ट् अस्ति नाम एकवचने नपुंसकलिङ्गे रूपं भवति तत्र यदि पाठः अस्ति चेत् मया पाठः पठनीयः किन्तु मया इति एव अस्ति किन्तु कर्मपदं तत्र किम् इति नास्ति चेत् मया पठनीयम् इति एव वदामः नाम नपुंसकलिङ्ग एकवचनरूपमेव तत्र डिफाल्ट् भवति अत्रापि तत्र किमपि नास्ति खलु केवलम् अस्माभिः कार्यक्षेत्रे त्वरणीयं तत्र विशेषं न दत्तं किमपि विशेष्य योग्यपदं योग्यं पदं न दत्तम् अतः तत्र डिफाल्ट् नपुंसकलिङ्गे एकवचने त्वरणीयम् इति भवति अस्माभिः कार्यक्षेत्रे त्वरणीयम् अस्ति इति समीचीनं तत्र अन्यत् कुत्रापि तत्र हा तत्र लोकहितं मम करणीयम् इति स्थाने तत्र मया करणीयमपि स्थापितुं शक्नुमः खलु आं महोदय तदेव प्रष्टुम् इष्टवती ममापि भवति मया लोकहितं मम करणीयं लोकहितं मया करणीयं हा मया करणीयं हा इति भवति हा मया करणीयम् अस्ति चेत् सुलभतया तत्र अवगच्छामः मया करणीयं किं करणीयं मया करणीयं लोकहितं मया करणीयं इति भवति इति अस्ति समीचीनं हा अस्तु तत्र अन्य कोऽपि तत्र मधुसूदन महोदय किमपि वाक्यं स्वीकृत्य किञ्चित् वदति वा महोदय समीपे पुस्तकं नास्ति परन्तु प्रयत्नं करोमि वाक्यं वदति चेत् प्रयत्नं करोमि अस्तु अस्तु तत्र मया तत्र अहम् आङ्ग्लभाषायां वदामि भवान् तत्र संस्कृतेन तत्र वदतु ऐ हाव् टु रीड् दिस् बुक् मया पुस्तकं पठनीयं मया पुस्तकं पठनीयं समीचीनम् इदानीं पुस्तकम् इति स्थाने ग्रन्थः इति स्वीकरोतु मया ग्रन्थं मया ग्रन्थं पठनीयं ग्रन्थः पठनीयः ग्रन्थः पठनीयः हा किं भवति ग्रन्थः इति पुल्लिङ्गपदमस्ति अतः पठनीयः इति भवति अस्तु महोदय ओ मया ग्रन्थः पठनीयः अस्तु पठनीयः ग्रन्थः तत्र पुस्तकं यत्र अस्ति पुस्तकं पठनीयं ग्रन्थः अस्ति चेत् पठनीयः इदानीं ऐ हाव् टु रीड् बुक्स् मया पुस्तकानि पठनीयानि हा इति भवति अपि ग्रन्थः इति एकवचने आसीत् बहुवचने मया ग्रन्थाः पठनीयाः पठनीयाः इति भवति समीचीनं हा इदानीं त्वम् इति स्वीकरोतु तत्र त्वया त्वया पठनीयः त्वया ग्रन्थः पठनीयः युवां ग्रन्थौ न न तत्र युवम् इति न भवति त्वं क्षमतां त्वया ग्रन्थः पठनीयसि न तत्र तादृशं न भवति पठनीयम् इति एव त्वया ग्रन्थः पठनीयः मया पठनीयः भवता ग्रन्थः पठनीयः भवान् अस्ति चेत् भवता तत्र तृतीया एव तत्र त्वम् इति पदस्य तृतीया एकवचने त्वया इति भवति द्विवचने किं भवति तृतीया विभक्ति करोति वा त्वया तुभ्यं युवाभ्याम् अपि बहुवचने युष्माभिः अतः त्वया पाठं पठनीयं युवाभ्यां पाठं पठनीयं यतोहि विशेषणम् अस्ति पाठम् इति पदस्य विशेषणं पठनीयम् अस्ति युष्माभिः पाठं पठनीयं पठनीयमेव तत्र भेदः कः अर्थभेदः कः त्वया इत्युक्ते एक एक एव अस्ति यु टु यु वन् अथवा यु टु अथवा यु आल् अतः तत्र त्वया युवाभ्यां पठनीयं तत्र यदि पाठशालायां तत्र छात्राः सन्ति तत्र अध्यापकः वदति पठनीयम् इति वदति समीचीनं महोदय अस्तु अग्रे तत्र निवेदत भगिनी भवती तत्र कर्तुम् इच्छति समीचीनं महोदय यत् तत्र वाक्यं यद्दत्तमस्ति तत् तत् स्वीकृत्य एव किञ्चित् वदतु भगिनी तावदेव मया विपत्तिविपिने भ्रमणीयं भ्रमधातुः अस्ति हा समीचीनं हा मया समीचीनं हा विपत्तिविपिने भ्रमणीयं तत्र धातुः कः तत्र भ्रमधातुः अस्ति भ्रमधातुः अनियर् प्रत्ययः भ्रमणीयम् अस्ति समीचीनं हा अपि तत्र किमपि दत्तमस्ति वा पदं विशेष्यम् इति भ्रमणीयम् इति विशेषणम् इति चिन्तयितुं शक्नुमः वा तत्र विशेषणं दत्तमस्ति वा तत्र मया घोरे विपत्तिविपिने भ्रमणीयं घोरे चलति वा हा घोरे चलति किन्तु तत्तु विपत्तिविपिने इति पदस्य तत्र तस्य विशेषणं भवति न तु तत्र भ्रमणीयम् इति पदस्य खलु नाम तत्र पाठं पाठः पठनीयः तादृशः नास्ति खलु अतः तत्र यत्र भ्रमणीयं तत्र किमपि पदं नास्ति चेत् तत्र कर्मपदरूपेण किमपि नास्ति चेत् तत्र डिफाल्ट् नाम नपुंसकलिङ्ग एकवचनरूपम् अतः एव भ्रमणीयम् इति अस्ति यतोहि तत्र विपत्तिविपिने इति एव दत्तमस्ति खलु यथा तत्र हितवचनं स्मरणीयम् अथवा वदनीयं तत्र हितवचनं कीदृशम् इति प्रश्ने वदनीयं हितवचनम् इति भवति किन्तु अत्र तादृशं किमपि न दत्तमस्ति न स्थापितवन्तः अतः भ्रमणीयम् इति नपुंसकलिङ्गे एव भवति समीचीनं तत्र लोकहितं मम करणीयम् इति वाक्ये तत्र मया करणीयम् इति चिन्तयामः मम इति दत्तमस्ति तदपि समीचीनं किमर्थं करणीयम् इति अस्ति तत्र लोकहितं मम करणीयं किमर्थं करणीयम् इति अस्ति करणीयः इति यदि स्थापयामः समीचीनं भवति वा निवेदत भगिनी वाक्य लोकहितं करणीयं समीचीनमस्ति न किन्तु लोकहितं मम करणीयः किन्तु यदि लोकहितं मम करणीयः इति भवति चेत् लोकहितं मम करणीयः इति तत् समीचीनं भवति वा न न लोकहितं नपुंसकलिङ्गमस्ति समीचीनम् अतः करणीयम् इति एव रूपं भवति समीचीनं तदेव तत्र नाम तत्र अनियप्रत्ययस्य पदं वाक्ये भवति चेत् तत्र साधारणतया विशेषणत्वेन भवति अतः विशेष्यं किम् इति अस्माभिः परीक्षण तत्र परीक्षा करणीया भवति खलु तत्र वाक्ये तत्र विशेषणं विशेष्यम् अस्ति न वा इति नो चेत् विशेषं नास्ति चेत् विशेष्य अर्हः शब्दः तत्र वाक्ये नास्ति चेत् साधारणरूपं तत्र नपुंसकलिङ्ग एकवचनरूपं स्थापयामः समीचीनं मया उत्तमकार्याणि करणीयानि समीचीनमस्ति इति समीचीनं. तत्र करणीय उत्तमानि कार्याणि करणीयानि. हा तत्र कार्याणि इति तत्र समीचीनं भगिनि. तत्र विशेषं किम् अपि विशेषणं किम् इति वदतु तत्र. उत्तमानि करणीयानि किं भवति कार्याणि विशेष्य अस्ति. समीचीनं. हा विशेषं पदम् अस्ति. अपि विशेषणं भवति. विशेषणद्वयम् अत्र अस्ति. उत्तमानि अपि करणीयानि खलु. आम् हा द्वयमपि विशेषणं विशेषणद्वयम् अस्ति. समीचीनं. हा अस्तु उत्तमं भगिनि. हा वंशीसुधा भगिनी नमस्कारः. अस्तु तर्हि इदानीं तत्र नमस्कारः भगिनी. पेज् 151. हा एकं वाक्यं वदामि. वदतु भगिनि. हा हा वदतु भगिनि. संस्कृतछात्रैः संस्कृतं वक्तव्यं स्मरणीयं च. अस्तु समीचीनं. भवता अभ्यासः करणीयः. सर्वदा करणीयः. समीचीनं. भवता अभ्यासः न तत् समीचीनं. सत्यं सत्यं. न भवता भवता एव तृतीयविभक्त्यन्तं. हा भवता अभ्यासः करणीयः करणीयः. भवद्भिः समीचीनं भगिनि. अस्माभिः तत्र भवता नास्ति. अस्माभिः करणीयः सर्वैः सर्वैः सर्वैः अभ्यासः करणीयः अस्ति. अस्तु समीचीनम्. इदानीं तत्र गीतं दृष्ट्वा किञ्चित् उक्तवन्तः. इदानीम् अस्माकं वाक्यमेव रचयामः तर्हि. अतः तत्र क्रीड् इति धातुः तत्र पेज् 151 मध्ये हर्षदा भगिनी पठितवती खलु. हा तत्र एकमेकं स्वीकृत्य किञ्चित् अस्माकं वाक्यं रचयामः. तत्र क्रीड् क्रीडनीयं. कोऽपि वाक्यं वदति वा अथवा अहं वदामि वा तत्र. एषः वदतु अथवा एषः वदतु तत्र. क्रीडनीयम्. अस्तु नरेश महोदय क्रीडनीयं. बालकैः बालकैः प्रतिदिने क्रीडनीयम्. अस्तु इदानीं एषा क्रीडा इति. इदानीम् एषा क्रीडा इति. बालकैः प्रतिदिनम् एषा क्रीडा क्रीडनीयम्. एषा क्रीडा इति लिङ्गं किम्? एषा क्रीडा. एषा क्रीडा क्रीडनीया. हा इदानीम् उत्तमम्. एषा क्रीडा बालकैः प्रतिदिनम् एषा क्रीडा क्रीडनीया क्रीडनीया. समीचीनं भगिनि. हा अस्तु. अतः तत्र महोदय क्रीडाः इत्युक्ते एताः क्रीडाः क्रीडनीयाः इति भवति. इति भवति. समीचीनं भगिनि. हा तथैव अस्ति. हा यतोहि विशेषणम् अस्ति इति. क्रीडा स्त्रीलिङ्गे अस्ति. क्रीडाः क्रीडा क्रीडनीया क्रीडाः क्रीडनीयाः इति भवति. समीचीनं भगिनि. हा तत्र विशेषणम् इति स्वीकृत्य. अस्तु अग्रे तत्र खादनीयं. खादनीयं. मया उत्तमं भोजनं खादनीयम्. हा अस्तु. मया उत्तमं भोजनं खादनीयम्. अस्तु समीचीनम्. अस्तु अग्रे तत्र खेल् खेलनीयं. कोऽपि वाक्यं वदति वा कापि वाक्यं वदति वा. अहं वदामि. न वदतु यः कोऽपि. हा नो चेत् तत् यदि कोऽपि वाक्यं न वदति चेत् अहमेव वदामि. अस्तु एषः वदतु एषः वदतु. अस्तु तत् तत्र तर्हि वेदा भगिनी खेल् खेलनीयम्. अस्तु एतत् हा एतत् कुर्मः. वेदा भगिनी खेल् खेलनीयं. तदनन्तरं मधुसूदन महोदय मधुसूदन महोदय तत्र कृ करणीयम् इति भवान् करोति अथवा भवान् कृतवान् करणीयम्. अस्तु तत्र चलनीयं. मधुसूदन महोदय भवान् चलनीयम् इति क्रियापदम् उपयुज्य वाक्यं पदम् उपयुज्य वाक्यं वदतु. अग्रे पृच्छामि किञ्चित् अनन्तरं. तदनन्तरं शुभदा भगिनी गम् इति गमनीयम् इति उपयुज्य वाक्यं रचयतु. निवेदिता भगिनी तत्र स्मरणीयम् इति उपयुज्य वाक्यं चिन्तयतु. शोभा भगिनी तत्र रमणीयम् इति उपयुज्य वाक्यं चिन्तयतु. हर्षदा भगिनी सहनीयम् इति उपयुज्य वाक्यं चिन्तयतु. तर्हि तत्र नरेश महोदय तत्र भवान् इदानीं तत्र उक्तवान् अन्यत् किमपि करोति वा तत्र ईक्षणीयम् इति उपयुज्य वाक्यं रचयति वा नरेश महोदय? अस्तु महोदय. ईक्षणीयम् अस्तु. तर्हि इदानीं वेदा भगिनी भवती खेलनीयम् इत्युक्ते क्रीडा अस्ति वा? अपि क्षम्यतां तत्र एकनिमिषे भगिनी वंशीसुधा भगिनी भवती तत्र यत् यतनीयम् इति उपयुज्य वाक्यं चिन्तयतु भगिनी. अस्तु महोदय. अस्तु महोदय. अस्तु. इदानीं वेदा भगिनी खेलनीयम् इत्युक्ते किं महोदय? खेलनीयं क्रीडा क्रीडा क्रीडा एव क्रीडा एव खेलनीयं तत्र शोभा भगिनी यत् उक्तवती तदेव बालैः क्रीडा बालैः तत्र बालिकाभिः क्रीडां क्रीडां खेलनीयम् इति न सत्यम् ओके क्रीडां खेलनीयं न बालकैः बालिकाभिः बालिकाभिः क्रीडा खेलनीया. इदानीं समीचीनं. बालक बालिकाभिः एषा क्रीडा एषा क्रीडा खेलनीया. इदानीं तत्र क्रीडा इति पदस्य द्विवचनरूपं किमस्ति? स्त्रीलिङ्गमस्ति. क्रीडा रमे क्रीडे क्रीडे. अस्तु. इदानीं तत्र बालिकाभिः इदानीं बालिकाभिः क्रीडे क्रीडे खेल खेलनीया खेलनीये इति खेलनीये. समीचीनं. इदानीम् एषा इति आसीत्. एषा क्रीडा खेलनीया. इदानीं तत्र किं भवति? एषा क्रीडा खेलनीया. एते क्रीडे खेलनी एते न एते वा? समीचीनं. एते क्रीडा खेलनीया एव तत्र अपि न क्रीडा क्रीडा क्रीडा क्रीडा इति शब्दस्य विशेषणम् अस्ति खेलनीया तदेव. समीचीनम्. एषा क्रीडा खेलनीया. समीचीनम्. इदानीं बालकाभिः बालिकाभिः एषा क्रीडा खेलनीया. इदानीं बालिकाभिः इति पदम् अस्ति तद् तिष्ठति. अन्यत् सर्वम् एकवचने अस्ति. इदानीम् अन्यत् सर्वं द्विवचने भवेत्. बालिकाभिः इदानीं यद् बालिकाभिः अनन्तरं यद् वदति तत् सर्वं द्विवचने भवेत्. अतः वदतु बालिकाभिः बालिकाभिः एते क्रीडे खेलनीये. समीचीनं. इदानीं बालिकाभिः तिष्ठति. इदानीं सर्वं बहुवचने वदतु. बालिकाभिः एते एताः क्रीडाः खेलनीयाः इति भवति. समीचीनं. तदनन्तरं तत्र सर्वदा खेलनीयाः प्रातःकाले खेलनीयाः इति तत्र तादृशं स्थापितवाक्यं किन्तु मूलवाक्यं तु बालिकाभिः एषा क्रीडा खेलनीया. समीचीनं भगिनि. उत्तममस्ति. अस्तु धन्यवादः. अस्तु अग्रे मधुसूदन् महोदय. महोदय मया कार्यानं सम्यक् चलनीयम्. उत्तमं. तत्र प्रायश चालनीयम् इति भवति महोदय. किन्तु चिन्ता मास्तु. चालनीयम् उत्तममस्ति महोदय. तत्र मया कार्यानं सम्यक् चालनीयम्. इदानीं तत्र द्विवचने किं भवति इति वदतु तर्हि. मया मया कार्याने चालनीयानि उत्तमं अतः मया सम्यक् कार्याणि चालनीये इति चालनीये इदानीं बहुवचने वदतु मया कार्यानानि सम्यक् चालनीयानि इति भवति समीचीनं समीचीनं महोदय उत्तममस्ति अस्तु अग्रे तत्र शुभदा भगिनी अग्रे गमधातुः आगामिनि वर्षे अस्माभिः भारतदेशः गमनीयः भारतदेशः गमनीयः आगामिवर्षे अस्माभिः भारतदेशः गमनीयः अस्तु तत्र देशः गमनीयः इति स्वीकुर्मः यतोहि तदा एव तत्र द्विवचनं बहुवचनं वक्तुं शक्नुमः अस्तु देशः एषः देशः गमनीयः इति स्वीकुर्मः आगामिवर्षे अस्माभिः गमनीयः इदानीं द्विवचने रूपं बहुवचने द्विवचने अस्माभिः एतौ देशौ गमनीयौ इति च अस्माभिः एते देशाः गमनीयाः इति भवति समीचीनं भगिनि समीचीनं अस्तु अग्रे शोभा भगिनि रं धातुः रमणीयम् इति भारतदेशे पर्वणदिनं रमणीयम् इति भवति वा महोदय तत्र सम्यक् वा अथवा तत्र रमणीयानि तत्र अर्थः तु समीचीनमेव तत्र किन्तु रमणीयानि कानकप्रदेशानि इति तत्सर्वं वयं तत्र भ्रातृमेलनम् इति कथायां किन्तु तृतीया अस्ति चेत् किं भवति तत्र तत्र पुनः बाल्ये छात्रैः रमणीया किं भवति रमणीयम् एव वा छात्रैः रमणीयम् इति भवति बाल्ये छात्रैः रमणीयम् इति तु भवति किन्तु तत्र कथं त्रिषु वचनेषु तत्र किमपि स्थापयतु तत्र तत्र उद्यानं तत्र उद्यानम् अथवा किमपि तत्र वनं वनं वा छात्रैः वनं रमणीयम् इति वा छात्रैः एतत् वनं रमणीयम् एतद् वनं रमणीयं छात्रैः एतत् एते एव छात्रैः एते वने रमणीये छात्रैः एतानि वनानि रमणीयानि इति भवति तत्र एतद् वनं कथम् अस्ति रमणीयं वनम् अस्ति इति अर्थः अस्ति छात्रैः रमणीयम् अस्ति छात्रैः अत्र रमन्ते तत्र रमन्ते चेत् सम्यक् भवति इति अर्थे तत्र छात्रैः अत्र रमणीयम् एतत् वनं रमणीयं छात्रैः इति अर्थे अस्तु समीचीनं भगिनि अस्तु यथा भवान् उक्तवान् उद्यानम् अपि भवति तर्हि उद्यानम् इति तादृशं तत्र यत्र रमन्ते जनाः रमन्ते तत्र तस्य कर्मपदं स्वीकृत्य मया अथवा छात्रैः इति स्थापयामः तावदेव अस्तु तत्र अग्रे निवेदिता भगिनी अग्रे छात्रैः एकः श्लोकः स्मरणीयः छात्रैः द्वौ श्लोकौ स्मरणीयौ छात्रैः पञ्चः श्लोकाः स्मरणीयाः इति भवति. समीचीनं भगिनि, हा उत्तमं, हा धन्यवादः. अस्तु अग्रे हर्षिता भगिनि. आम्, रुग्णेन वेदना एषा वेदना सहनीया, रुग्णेन एते वेदने सहनीये, रुग्णेन एताः वेदनाः सहनीयाः इति भवति. समीचीनं भगिनि, हा उत्तमं, हा अस्तु. वंशीसुधा भगिनि अग्रे. अस्तु महोदय, तत्र यत् यतनीय यत् यत् इति उक्तं किल महोदय, अस्माभिः भवतः प्रश्नाः उत्तरं दातुं यतनीयाः. हा किन्तु तत्र यतनीयाः इति न भवति खलु भगिनि, प्रश्नाः इति भवतः प्रश्नाः यतन् उत्तरं दातुं. तत्र प्रश्नः अपि यतनीयाः, तयोः मध्ये सम्बन्धः नास्ति भगिनि खलु, यतोहि तत्र किं यतनी तत्र यत यत् इति तत्र अन्वयः कुत्र भवति, किं सरलवाक्यं वदामि महोदय, तुमुन् प्रत्यय उपयुज्य उक्तवती, परन्तु तत् समीचीनं तत्र, अतः तत्र क्लेशः भवति, अतः साक्षात् कर्मपदरूपं किमपि स्थापयतु. अस्तु अस्तु महोदय, अस्माभिः प्रश्नाः उत्तराणि न तत्र, हा अपि तत्र भगिनि एकनिमिषः एकनिमिषः, तत्र अहम् एतद् उक्तवान् किन्तु यतत् इति अकर्मकः वा अकर्मकदातुः, तत् वाक्यमपि समीचीनम् इति न भाति महोदय, क्षम्यतां. तत्र तर्हि कथं वक्तव्यं, तत्र तुमुन् रूपमेव तुमुन् इति तत्र इति एव स्थापयित्वा वदतु भगिनि, नाम तत्र मया कार्यं कर्तुं यतनीय, नो चेत् प्रश्नाः तत्र कोऽपि स्मरति वा यतते इति तत्र अकर्मकः एव वा तत्र अकर्मकः महोदय, यतते इति अकर्मकः भूवादिकरी अस्ति. अस्तु अस्तु, तर्हि तत्र किमपि न कर्तुं शक्नुमः यतोहि तत्र यथा तत्र भाविप्रयोग इव तत्र नाम नपुंसकलिङ्गे एकवचने एव भवति एव भवति, अतः तत्र यतनीयम् इति एव. वनं हा तत्र मया रमणीयं कार्यं, हा तत्र प्रायशः तत्र शोभा भगिनी भवत्याः वाक्ये अपि तत्र अहं दोषेण उक्तवान् इति मन्ये, नाम तत्र रमते वा महोदय, रमते अपि तत्र प्रायः अकर्मकः एव अस्ति, हा तत्र काननप्रदेशु रमन्ते इति एव भवन्ति भवति खलु, हा अतः तत्र अस्तु अस्तु, तर्हि किन्तु अभ्यासार्थं कृतवन्तः इति चिन्तयामः. सर्वदा नपुंसकलिङ्गे भवति न महोदय, अस्माभिः यतनीयम् इति यत्र तत्र अकर्मकः धातुः अस्ति इति मन्ये भगिनि, हा आम् आम्, नाम तत्र क्रीडनीयं गमनीयं, हा तत्र तत्तु सकर्मकः अस्ति खलु, श्रवणीयं स्मरणीयं, हा किन्तु तत्र अतः तत्र भवति तत्र तर्हि तत्र लोकनीयम् इति स्वीकृत्य अथवा तत्र सहनीयम् इति कृतवन्तः तत्र, हा श्रवणीयम् इति स्वीकरोतु, तत् न कृतं श्रवणीयं वा, अस्तु श्रवणीयं श्रवणीयं श्रुधातुः श्रुधातु श्रोतारैः इति भवति वा, श्रोतारः श्रोतारैः इति भवति वा, श्रोतारः इत्यस्य तृतीय बहुवचनं श्रोता श्रोतृ इति श्रोतृभिः श्रोतृभिः इति भवति ऋकारः श्रोता, समीचीनं श्रोतृभिः किं धातु किमस्ति महोदय महोदय क्षम्यतां, श्रवणीयं तत्र श्रुधातुः श्रवणीयं श्रोतृभिः सङ्गीतं श्रवणीयम् इति भवति. हा समीचीनं, हा समीचीनं, श्रोतृभिः सङ्गीतं श्रवणीयं, सङ्गीतं श्रष्टु इति अस्ति. समीचीनं, तत्र लिङ्गे अस्ति. हा समीचीनं, हा तत्रापि तत्र श्लोकः अथवा गीता इति अस्ति चेत् श्रवणीया अथवा श्रवणीयः इति अपि तत्र स्थापितुं शक्नुमः. अतः तत्र तत्र तु त्रिष्लिङ्गेषु भवति. समीचीनं, हा अस्तु तर्हि तत्र अत्र कर्तरिप्रयोगे अपि कर्मणि प्रयोगः सुलभः अस्ति महोदय, यतोहि तत्र लिङ्गस्य चिन्तनं नास्ति, लिङ्गस्य विषये एव तत्र लिङ्गम् अपि च वदन्ति. तत्र सर्वदा हा तत्र आरम्भे कर्मणि प्रयोगः दुष्करम् इति भाति, किन्तु गत्वा तत्र कर्मणि प्रयोगः सुलभः अस्ति इति. हा सुलभः अस्ति, प्रथमपक्षे एकवचने स्मरामः चेत् सर्वस्य सर्वेषां वाक्यानि रचितुं शक्नुमः महोदय. इति एव, हा सत्यं भगिनि, हा समीचीनम्. अस्तु तत्र सर्वे वाक्यानि उक्तवन्तः, वाक्यम् उक्तवन्तः वा नरेशमहोदय? प्राशन् ईक्षणीयं, हा वदतु महोदय. ईक्ष इच्छति चेत् अस्ति, न न न ईक्षति इत्युक्ते पश्यति इति अर्थे, पश्यति अस्तु. ईक्षणीयं सर्वैः सर्वैः सुन्दरं चित्रम् ईक्षणीयं. समीचीनं, चित्रं सुन्दरं चित्रम् ईक्षणीयम् अथवा एतत् सुन्दरं चित्रम् ईक्षणीयम् अथवा तत्र यदि तत्र विग्रहः अस्ति इति चिन्तयतु, तत्र देवस्य विग्रहः कुत्रापि अस्ति मन्दिरे, अस्तु तत्र तत्र सर्वैः एषः विग्रहः किं भवति, ईक्षणीयः, ईक्षणीयः इति भवति. सर्वैः एषः विग्रहः ईक्षणीयः, ईक्षणीयः इति भवति. समीचीनं महोदय, अस्तु तर्हि तत्र इदानीम् अनियर् तस्य रूपं कथम् अस्ति इति दृष्टवन्तः. इदानीं तत्र अग्रे सरामः, तत्र अनियर् इति विषये तत्र अभ्यासः अस्ति, तद् कुर्मः. तदनन्तरं तत्र तव्यत् इति प्रति अस्य पठनं कुर्मः. तर्हि तत्र एकः अभ्यासः, तत्र अभ्यासः पेज् 152 मध्ये अस्ति, द्वितीय अभ्यासः. तानि तद् तम् अभ्यासं कृत्वा तदनन्तरं तव्यत् इति प्रत्ययः तस्य विषये आगच्छामः तर्हि. अस्तु तर्हि तत्र एकः विषयः अपि अस्ति महोदय, तत्र अनियतृतीयं सुलभः अस्ति तव्यत् तृतीय अपेक्षया, यतोहि तत्र इडागमस्य चिन्तनं नास्ति. धातुतः तत्र सम्यक् अस्ति, सत्यं भगिनि, हा हा हा तद् उत्तमं, हा तद् पुनः इदानीम् उक्तवती, पुनः अपि वदतु तत्र तव्यत् यदि पठामः तदनन्तरं तदपि वदतु भगिनि, सत्यमेव. अस्तु तर्हि तत्र हा तर्हि तत्र शुभदा भगिनी आरम्भं करोति वा तत्र द्वितीय अभ्यास पेज् 152. आं महोदय, अत्र कानिचन वाक्यानि दत्तानि सन्ति, तानि वाक्यानि कर्मणि प्रयोगे तव्यत् अनियर् प्रत्यययुक्तानि रूपाणि उपयुज्य यथोदाहरणं परिवर्तयत. कर्तरीप्रयोगः कर्मणि प्रयोगः, उदाहरणार्थं देवः रक्षेत् इति तस्य कर्मणि प्रयोगः भवति देवेन रक्षणीयम् इति. सात्यकिः वदेत् इति अस्ति, तस्य कर्मणि प्रयोगः सात्यकिना वदनीयम् इति भवति. हा सात्यकिना वदनीयम् इति भवति, समीचीनम्. अस्तु अग्रे तत्र हर्षदा भगिनी अग्रे. ऋषिः ध्यायेत्, ऋषिणा ध्यायनीयम्. हा ऋषिणा ध्यायनीयं, ध्यायति धातुः ध्यायनीयम् इति एव खलु. अस्तु तत्र तव्यत् अन्य द्वयोः प्रयोगः अपि कर्तुं शक्नुमः इति अत्र दत्तमस्ति, किन्तु इदानीं केवलं तत्र अन्यरेव तस्यैव प्रयोगः कुर्मः. अस्तु, अग्रे तत्र निवेदिता भगिनी अग्रे. कृपया वाक्यं वदतु. वाक्यमस्ति भगिनि, माता पालयेत्. माता पालयेत्. माता मातृ भीः वदतु भगिनि. माता पालयेत्. निवेदतु भगिनि. मातृभिः पालनीयम्. समीचीनं भगिनि, पालनीयं पालनीयम् अथवा तत्र प्रेम्णा पालनीया. तत्र पालनीयम् इति यतोहि तत्र यदि पालनीया इति वदति चेत् तत्र किमपि तत्र स्थापयतु. पुत्री, पुत्री. मातृभिः पुत्री प्रेम्णा पालनीया. पालनीया इति समीचीनं. तत्र माता इति एकवचने आसीत्, अतः तत्र तस्य तृतीया विभक्ति एकवचने वदतु. मात्रा. मात्रा. केवलं मात्रा. समीचीनं, मात्रा अथवा मातृभिः. पुत्री प्रेम्णा पालनीया. समीचीनं समीचीनं भगिनि. तत्रैव अस्ति. अस्तु, शोभा भगिनी अग्रे. योधः. योधः योधेन नयनीयम् इति भवति. योधः नयेत् योधेन. योधेन योधः नयेत् योधेन नयनीयम्. नयनीयम् इति अस्ति. अपि तत्र शुभदा भगिनी, तत्र भवती उदाहरणं पठितवती, किन्तु तत्र एकः अंशः द्रष्टव्यः आसीत्. तत्र देवः रक्षेत्, देवेन किम् अस्ति? देवेन रक्षणीयं महोदय. रक्षणीयम् इति अस्ति, नाम तत्र णत्वम् अभवत्. किमर्थम्? आम्, रक्षणीयं णत्वम् अभवत्. तत्र क्ष इति अस्ति, अतः तत्र णत्वम् अभवत्. अतः तत्र न नकारः यत्र अस्ति प्रत्ययौ, तत्र अनियर् इति अस्ति, तत्र नकारः अस्ति, अतः णत्वं भवति न वा इति अपि तदपि द्रष्टव्यम् अस्ति अस्माभिः. अतः तत्र रक्षेत् तत्र रक्षणीयं णत्वं भवति, किन्तु अन्यत्र प्रायशः तत्र नास्ति इति, एतावत् नास्ति. समीचीनं भगिनि. अस्तु, धन्यवादः. अग्रे तत्र वंशीसुधा भगिनी अग्रे. आं महोदय. कविः रचयेत् इति अस्ति. कविभिः रचनीयम्. तत्र कर्मपदं योजयित्वा वदामि वा? एकवचने एकवारं वदतु. कविः कविना कविना कविता रचनीया. समीचीनं, कविना कविता रचनीया. समीचीनं. अथवा कविभिः कवति कविताः रचनीयाः. रचनीयाः इति भवति. समीचीनं. अस्तु, अग्रे तत्र नरेश महोदय अग्रे. महोदय, धर्मः जयेत्. तृतीयविभक्ति धर्मेण. धर्मेण जयनीयम् अत्र नत्वं भवति धर्मेण. तत्र धर्मेण इति तत्र णत्वं भवति. तत्र जी इति धातुः तत्र जयनीयम् इति एव रूपम् अस्ति वा? समीचीनम् इति चिन्तयामि. जयनीयम् अस्ति. जी योगः अकारः जयनीयम्. प्रायशः तदेव अकारः जयनीयम्. अस्तु इति मन्ये महोदय. अस्तु, समीचीनं. धर्मेण जयनीयम् अस्तु अस्तु अग्रे तत्र हर्षद भगिनि तत्र ज्ञानी ज्ञानी दद्यात् ज्ञानिना अरे बापे दाधातु अस्ति किं भवति प्रायशः तत्र धानीयम् इति अस्ति वा आमाम् इति मन्ये दानीयमेव दानीयं तत्र दातव्यम् इति प्रसिद्धः अस्ति किन्तु आमां दातव्यं प्रसिद्धः अस्ति अतः एव अहं भ्रमिता अभवम् अतः मम मनसि अपि क्लेशः आसीत् भगिनि अतः एव तत्र दानीयम् इति दादातु अस्ति दादातु अस्ति चेत् मनसि दातव्यम् इति एव आगच्छति अतः एव भगिनि तत्र अनियर् तव्यत् प्रत्यय स्तः किन्तु एकस्य स्मरणमस्ति चेत् पर्याप्तम् आम् आम् प्रत्येकधातोः कोऽपि धातुः भवेत् एकस्य तत्र अन्यर् वा तव्यत् वा एकस्य स्मरणमस्ति चेत् किं कार्यं परन्तु महोदय अन्यर् प्रत्यये सुलभमस्ति यथा भगिनी उक्तवती न तत्र इडागमः नास्ति नास्ति तत् अन्यर् सुलभमस्ति सत्यं सत्यं भगिनि किन्तु कुत्रचित् किं भवति अस्माकं मनसि रूपं स्थापितम् अस्ति अस्ति पूर्वमेव अतः तत्र विना तत्र यो तत्र किमपि अकृत्वा तत्र आगच्छति धातव्यम् इति अस्तु अतः तत्र ज्ञानिना धानीयम् अथवा धातव्यम् आम् इति अस्तु समीचीनम् अस्तु अग्रे तत्र महोदय एक प्रश्नं प्रष्टुम् इच्छामि नुमागम् नुडागम् किं भिन्नमस्ति नुडागम् नुमागम् नुमागमः तत्तु तत्र नुमागमः तत्र भेदः अस्ति न आद्यन्तौटकिता वितिनेन तत्र पूर्वं भवति प्रथमस्थाने भवति नुम् इति मित् अस्ति मिदचोन्त्यात् परः इति अन्त्यात् अचः फलः पूर्वं भवति तत्र स्थानी यत् अपेक्षितः तत्र स्थानस्य अपेक्षः यत्र अस्ति तत्र नुट् नो चेत् नुम् इति परिवर्तनं कृत्वा कर्तुं शक्यते द्वे भिन्नः प्रत्ययः सन्ति नुट् अपि च नुम् नुट् अस्ति चेत् नुडागमः नुम् अस्ति चेत् नुमागमः प्रत्ययः नास्ति आगमः तावदेव नुम् आगमः नुट् आगमः परन्तु कुत्र वेदस्य स्पष्टीकरणार्थं प्रायशः तत्र उदाहरणं वदामश्चेत् समीचीनं भवति खलु तत्र को सुलभः तत्र सरलम् उदाहरणम् अस्ति वा अस्ति चेत् वदतु नो चेत् चिन्ता मास्तु अस्तु तत्र वेदभगिनी अग्रे अग्रे ज्ञानी धेनुः चरेत् धेनुः चरेत् धेन्वाः न धेनुः धेन्वा धेन्वा चरणीयम् धेन्वा इति तत्र विभक्ति का तत्र तृतीया न गुरुः गुरुना धेनुना वा धेनु इति मन्ये धेनुना इति सम्यक् इति भाति भगिनि चरणीयं हा समीचीनं हा अस्तु अस्तु तर्हि इदानीं तत्र महोदय अत्र धेनुः तस्य धेन्वा अस्ति तृतीयविभक्ति धेन्वा मम दोषः वेदभगिनी क्षम्यताम् अहं तत्र हा हा हा तत्र धेनु इति प्रातिपदिकं वदतु महोदय तत्र तत् धेनुः प्रथमविभक्ति एकवचनं स्त्रीलिङ्ग उकारान्त स्त्रीलिङ्ग अस्ति तदेव धेन्वा तदेव धेन्वा समीचीनं समीचीनं वेदभगिनी सम्यक्तया उक्तवती अहमेव दोषेण उक्तवान् क्षम्यतां हा हा तत्र धेन्वा चरणीयं धेन्वा चरणीयं समीचीनं भगिनी अस्तु धन्यवादः नरेश महोदय हा अस्तु इदानीं तत्र भारवाहकः वहेत् इति अस्ति तत्र किं भवति कोऽपि वदति वा भारवाहकेन भारवाहकेन वहदातु वहनीयं वहनीयम् अपि तत्र लिखेत् इति लिखेत् लेखनीयं लेखनीयम् इति अस्ति अस्तु तर्हि इदानीं तत्र किमर्थं लेख् भवति इति न जानामि तत्र न जानामि हा तत्र अनियर् प्रत्ययेन सर्वत्र गुणः भवति खलु महोदय गुणः भवति यत्र शुभ् शोभनीयं युद्योधनीयं सर्वत्र वृत् वर्तनीयं हा सर्वत्र अनियर् प्रत्यये अनियर् अनियर् प्रत्ययस्य तत्र श्रव तत्र स्मरणीयं हा तत्र अतः तत्र कार्यम् एव तत्र कार्यं गुणकार्यम् एतत् सर्वम् अस्ति भगिनि खलु ओके कृ करणीयम् इति भवति खलु तर्हि तत्र लेखकेन लेखितव्यं न लेखनीयं लेखनीयं लेखनीयं हा इति इदानीम् अस्तु तर्हि इदानीं तत्र तव्यत् इति अपि तत्र पश्यामः तत्र एतावत् अनियर् आसीत् इदानीं तव्यत् अपि पश्यामः तर्हि तत्र कः करोति तत्र हा वंशीसुधा भगिनी तत्र पेज् 151 तत्र अधोभागे अनियर् इव हा अनियर् इव तव्यत् इत्यपि अपरः प्रत्ययः अस्ति यथा अनियर् प्रत्ययः धातोः भवति तथैव तव्यत् प्रत्ययः अपि धातोः तत्र धातु धातोः अनियर् प्रत्ययः भवति तदनन्तरं परः अनियर् प्रत्ययः समानरीत्या तव्यत् प्रत्ययः अपि धातोः परः भवति इति उक्तम् तत्र उदाहरणं पठामि वा महोदय उदाहरणं फट् धातुः अस्ति तव्यत् इति प्रत्ययः अस्ति तत्र पठितव्यम् इति भवति यतोहि तत्र तकारः वल् प्रत्याहारस्य वर्णः अपि च इडागमस्य अनुकूलः अस्ति अतः तत्र पठितव्यम् इकारः मध्ये आगच्छति इडागमः आगत्य पठि प्रत्ययस्य इडागमः भवति तत्र अतः तत्र हा पठ योगः ई योगः तव्य तत्र पठति पठितव्यम् इति रूपं रूपं भवति हा पठनीयं तत्र इकारः नास्ति इडागमः नास्ति पठनीयं किन्तु तव्यत् अस्ति चेत् पठितव्यम् इदानीं तत्र क्रीड् इति धातुः तत्रापि प्रदर्शयतु क्रीड् धातुः क्रीड् इति धातु तत्रापि क्रीड्योगः तव्यत् तत्र तव्यत् इति क्रीड् तत्रापि इडागमः भूत्वा क्रीडितव्यम् इति भवति तत्र धातु अनियर् अस्ति चेत् क्रीडनीयम् इति भवति हा क्रीडनीयं किन्तु क्रीडितव्यं हा अपि पुनः पुनः काद् इति स्वीकृत्य पुनः प्रदर्शयति धातु तत्रापि धातु इडानुकूलः अस्ति तव्यत् अपि इडानुकूलः अस्ति यतोहि तत्र इडागमः भवति खादि खादितव्यं नो चेत् अनियर् प्रत्ययः अस्ति चेत् खादनीयम् इति हा तत्र क्रीडनीयं खादनीयं खेलनीयं किन्तु क्रीडितव्यं खादितव्यं खेलितव्यम् इति तत्र सर्वत्र इडागमः भवति अतः तत्र तव्यत् अस्ति चेत् तत्र यतः पूर्वम् उक्तं तत्र इडागमः भवति न वा इति दृष्ट्वा एव तत्र रूपस्य निर्माणं भवति अतः तत्र किञ्चित् क्लेशः वर्तते किन्तु अनियर् अस्ति चेत् तत्र इडागमः न भवति, अतः तत्र प्रायशः सुलभः अस्ति. किन्तु द्वयोः अपि ज्ञानम् अस्ति चेत् समीचीनम्, एकस्य अपि ज्ञानमस्ति चेदपि समीचीनं, यतोहि अर्थभेदः न भवति. अनियर् तत्र करणीयं वा कर्तव्यं वा समानार्थकपदद्वयं खलु, करणीयम् अथवा कर्तव्यम्. अतः तत्र करणीयम् अस्ति चेत् कर्तव्यम् इति स्थापयितुं शक्नुमः, कर्तव्यम् अस्ति चेत् करणीयम् इति स्थापयितुं शक्नुमः, अर्थभेदः वाक्ये न भवति. अस्तु समीचीनं. हा इदानीं तत्र एतावत् केवलं तत्र रूपस्य परिचयः जातः, किन्तु तत्र इदानीम् अर्थः कः इति जानीमः, अतः तत्र वाक्यानि रचितुं शक्नुमः इति मन्ये. अतः तत्र इदानीं वाक्यं रचयामः, तर्हि तत्र क्रीडितव्यम् इति तत्र नरेश् महोदय भवान् तत्र क्रीडितव्यम् इति उपयुज्य वाक्यं करोतु, चिन्तयतु. तत्र हर्षदा भगिनी खादितव्यम् इति चिन्तयित्वा वाक्यं वद वाक्यं रचयतु. निवेदिता भगिनी तत्र चालितव्यम् अथवा चलितव्यम् इति तस्य विषये वाक्यं. मधुसूदन महोदय तत्र गन्तव्यम् इति, मधुसूदन महोदय गन्तव्यम् इति वाक्यं. शोभा भगिनी श्रोतव्यम् इति उपयुज्य वाक्यं. वंशीसुध भगिनी भवती तत्र किं त्यक्तव्यम् अपि अपि. वेदा भगिनी तत्र वद् इति धातुः, वदितव्यम् इति उपयुज्य वाक्यं. शुभदा भगिनी तत्र भवती किं करोति तर्हि तत्र भोक्तव्यम् अथवा ब धातुः बोढभ्यं बोढभ्यं तद् शुभदा भगिनी बोढभ्यम्. अस्तु तर्हि तत्र नरेश् महोदय क्रीडधातु, क्रीडधातु क्रीडितव्यम् अस्ति, छात्रैः क्रीडानि क्रीडितव्यानि. क्रीडानि अस्तु, क्रीडानि इति अस्ति वा, क्रीडम् इति अस्ति वा, क्रीडा इति स्त्रीलिङ्गे अस्ति वा, क्रीडालिङ्गे अस्ति वा महोदय? क्रीडा स्त्रीलिङ्गे अस्ति, छात्रैः क्रीडाः क्रीडितव्यानि न इदानीं क्रीडितव्याः. छात्रैः क्रीडा, छात्रैः क्रीडाः क्रीडितव्याः इति समीचीनम्. अस्तु अग्रे हर्षदा भगिनी अग्रे. बालिकया रुचिकरम् अपूपं खादितव्यम्. हा समीचीनम्. हा उत्तमं भगिनि. अथवा रुचिकरा रोटिका खादितव्या, खादितव्या. हा समीचीनं भगिनि. हा अस्तु अग्रे निवेदिता भगिनि. छात्रेण चरणौ चालितव्यौ, चरणौ चालितव्यौ. अस्तु हा अस्तु. हा छात्रेण चरणौ चालितव्यौ. अथवा तत्र कार्यानम् अपि तत्र स्वीकरोतु, तत्र अधिकारेण तत्र अथवा कर्मकारः कर्मकारेण अथवा चालकेन, चालकेन सुलभः अस्ति, चालकेन बालिकया द्विचक्रिका चालितव्या. उत्तममस्ति भगिनि. उत्तमं. धन्यवादः. अस्तु समीचीनं. मधुसूदन महोदय. अस्तु महोदय. गन्तव्यम् अस्तु अत्र एतत् सम्यक् क्षात्रेण पाठशाला गन्तव्या. हा, छात्रेण पाठशाला गन्तव्या. समीचीनमस्ति महोदय. हा, तदेव अस्ति. गन्तव्या, गमनीयं, गन्तव्यं, गमनीयं, समानार्थकम्. अस्तु, समीचीनम्. अस्तु, शुभभगिनी अग्रे. आं महोदय. शिशुभिः गीतं गीता मात्रा श्रोतव्या भवति. पुनः भगिनि. शिशुभिः गीतं गीता मात्रा श्रोतव्या भवति. तत्र मया न अवगतं भगिनि, तत्र अतः कः इत्युक्ते महोदय, यदि इच्छति वा न इच्छति. शिशुभिः गीतम् इत्युक्ते सम्यक् न गातुं शक्नोति चेदपि शक्नुवन्ति चेदपि श्रोतव्या भवति इति. गीता श्रोतव्या इति समीचीनं खलु महोदय? अस्तु अस्तु अस्तु, तर्हि अस्तु, गीता इति स्वीकुर्मः. गीता श्रोतव्या. अस्तु, गीता श्रोतव्या. अस्तु, शिशुना गीता, तत्र गीता इति तु गायति, किन्तु शिशुना गीतं गीता इति भवितुम् अर्हति वा? अस्तु अस्तु, तत्र भवती किं वक्तुमिच्छति? शिशुः गीतां गायति, गायति, माता शृणोति. माता शृणोति. तत्र यदि सम्यक् गायति न वा, माता माता तु शृणोति इति वा? माता तु सन्तोषेण शृणोति. अस्तु, अतः तत्र अस्तु, तर्हि मात्रा श्रोतव्यं, श्रोतव्या गीता, श्रोतव्या श्रोतव्या गीता, मात्रा गीता श्रोतव्या अस्ति. किन्तु इदानीं तत्र किद् तत्र गीता इति तस्मात् प्राक् शिशुः इति अपि पदं स्थापयामः, तर्हि तत्र किं भवति? शिशुः अतः शिशुना. किमर्थं शिशुना? गीतं गीतम् अस्ति, गीता गीता इति अस्ति, किन्तु किमर्थं शिशुना गीता? न, तत्र कर्मपदं भवति चेत् महोदय, शिशुना की केन गीतम् इत्युक्ते शिशुना गीतम् इति भवति वा? न न न, केन गीता इति नास्ति खलु. गीता इति साक्षात् तत्र कर्मपदम् अस्ति खलु, तत्र माता गीताम् इदं भवती तत्र कर्तृरूपम् एकवारं वदतु भगिनि, तर्हि तेन. हा, इत्युक्ते तत्र शिशुः न न, कर्तृप्रयोगं वदतु भगिनि, तत्र माता माता गीतां शृणोति, शृणोति गीतां शृणोति इति स्वीकरोतु. माता गीतां शृणोति. इदानीं तत्र शिशुः इति पदं स्थापयतु तत्र तस्मिन् वाक्ये, किं भवति? तत्र किं वक्तुम् इच्छामि चेत् महोदय, द साङ्ग् दट् वास् सङ्ग् बै द चैल्ड् इति. हा, किन्तु तद् भिन्नम् अस्ति भगिनि, तत्र अत्र. हा अस्तु, तर्हि यदि यदि यदि तत् कर्तुम् इच्छति चेत् भगिनि, तत्र रूपं भिन्नम् अस्ति, नाम तत्र या सा इति अपेक्षितं भवति खलु. हा, द साङ्ग् दट् शिशोः इति दिस्, हा, द पर्सन् हू एण्टर्ड् तत्र, द साङ्ग् दट् इति अस्ति चेत् तत्र यः सः इति रूपमेव खलु. तर्हि तत्र शिशुना गीतं गीता इति न भवति वा? न, तत्र कर्तृरूपं तत्र. शिशोः शिशोः गीता. हा, इदानीं समीचीनं. शिशोः गीता मात्रा मात्रा श्रोतव्या इति भवति. हा, श्रोतव्या अस्ति. हा, शिशोः गीता मात्रा श्रोतव्या, श्रोतव्या अथवा गीताः श्रोतव्याः, गीते श्रोतव्ये श्रोतव्ये हा इति अस्ति. किन्तु यदि तत्र यद्भवती वक्तुम् इष्टवती, नाम तत्र या गीता शिशुना तत्र, किन्तु तत्र तप्रत्ययस्य योजनं भवति खलु, तत्र शिशुना गीयते इति किमपि अस्ति खलु सत्यं या गीता शिशुना गीयते अथवा अगीयत गीयते अगीयत सा गीता मात्रा श्रोतव्या इति खलु आं महोदय अतः तत्र दट् विच् इति तादृशं भवति चेत् यः सः इति एव रूपं भवति नाम भागद्वयं भवति वाक्यद्वयं अस्तु अस्तु तत्र एतावत् कः न उक्तवान् अथवा कः न वंशीसुरभगिनी न उक्तवती महोदय महोदय शिशुना गायन्ति गीता मात्रा श्रोतव्या भविष्यति वा तदपि भवति भगिनि शिशुना गायन्ति गीता समीचीनं उत्तमं भगिनि धन्यवादः शोभगिनी वाक्यं तदेव शिशुना गायन्ति गीता मात्रा श्रोतव्या इति अपि समीचीनं हर्षदभगिनी उत्तममस्ति भगिनि अहं बहु मुदिता अभवं किमपि वाक्यम् अहं कर्णा उक्तवती न भगिनि उत्तमरीत्या उक्तवती उत्तमं उत्तममासीत् भगिनि धन्यवादः अस्तु मम क्रमः अस्ति वा महोदय दुर्जनैः दुर्गुणाः त्यक्तव्याः दुर्जनैः दुर्गुणाः त्यक्तव्याः समीचीनं भगिनि सरलवाक्यं किन्तु उत्तमं तत्र रूपम् अपि प्रयोगः समीचीनम् अस्ति भगिनि अस्तु तर्हि तत्र वदामि वा महोदय क्षम्यता महोदय मया गन्तव्यमस्ति महोदय अस्तु भगिनि अस्तु नमस्कारः गमनीयं नो चेत् गन्तव्यम् अस्तु महोदय 6:30 भवितुम् अर्हति वा कक्षा किञ्चित् सार्ध अष्टवादनपर्यन्तं कक्षा अस्ति चेत् किञ्चित् कष्टं भवति 6:30 शक्यते वा तत्र सर्वेषां कृते तत्र समीचीनम् इति अस्ति चेत् मम कृते कोऽपि समस्या नास्ति भगिनि तत्र नाम तत्र अमेरिकादेशे तत्र अष्टवादने EST भवति चेत् अस्तु चिन्तयन्तु सर्वे किञ्चित् कष्टं भवति सूचना ददातु महोदय तत्र ईमेल् द्वारा एतत् कुर्मः भगिनि शक्यमस्ति करोतु महोदय शक्यमस्ति चेत् करोतु अथवा अहं मेनेज् करिष्यामि अस्तु भगिनि चिन्ता मास्तु मम कृते कष्टं भवति महोदय अस्तु अस्तु अस्तु अस्तु अस्तु अहं मेनेज् करोमि अहं मेनेज् करोमि क्षम्यताम् अस्तु क्षम्यता चिन्ता मास्तु चिन्ता निवेदित भगिनी भवती वाक्यं वक्तुम् इष्टवती मात्रा मलिनानि वस्त्राणि क्षालितव्यानि समीचीनं भगिनि समीचीनं तत्र वस्त्राणि क्षालितव्यानि समीचीनं भगिनि उत्तममस्ति अतः इदानीं तत्र तव्यतनीय इति विषयः तत्र वयम् अवगतवन्तः समीचीनमस्ति भगिनि अस्तु तर्हि तत्र समयोपि जातः तत्र तत्र शोभभगिनी तत्र अन्ते तत्र शान्तिमन्त्रं वदति वा तदनन्तरं ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिश्शान्तिश्शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ नमस्ते महोदय